तर्हि इदानीं गतसप्ताहे वयं तत् दिशः निरूपणं कृतवन्तः. तदनन्तरं ज्ञानस्य विषये अपि किञ्चित् पठनारम्भमपि कृतवन्तः. तर्हि इदानीं तत्र प्रवर्तमानमस्ति अस्माकं पठनं तत्र ज्ञानविषये. तर्हि तत्र अनुवर्तयामः. इदानीं केन आगतम्? नमस्ते, रामकार्तिकः अस्मि. नमस्ते महोदय. अस्तु, तर्हि बालसुब्रह्मण्यं महोदय, भवान् एव आरम्भं करोति वा? तत्र ज्ञानवान् इत्यनुक्त्वा इति अस्ति खलु, तस्मात् एव पुनः आरम्भं करोतु. ज्ञानवान् इति अनुक्त्वा ज्ञान अधिकरणम् इति कुतः उक्तम्? उद्देशक्रम अनुसारम् आत्मानं निरूपयति. ज्ञान अधिकरणम् आत्मा, सः द्विविधः, जीवात्मा परमात्मा च इति. तत्र ईश्वरः सर्वज्ञः, परमात्मा एक एव. जीवः तु प्रतिशरीरं भिन्नः, विभुः इत्यस्य. अग्रेपि पठतु महोदय. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये. ज्ञान अधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय. ग्रहणधार्ट्याय पुनरपि सः अर्थः प्रतिपाद्यते. कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तद् उपाधौ च वर्तन्ते. ज्ञानम् अपि कालिकसम्बन्धेन महाकाले वर्तते. हा, वदतु महोदय. तत्र गतसप्ताहे अपि चर्चितं खलु अस्माभिः. ज्ञानस्य अधिकरणम् आत्मा. हा, तत्र प्रथमं प्रश्नः कः इति वदतु. तत्र ज्ञानवान् इति अनुत्वा ज्ञानाधिकरणम् इति कुतः उक्तम्? ज्ञानः मधुप्रत्ययः समये ज्ञानस्य आशयः आत्मा इति कारणात् ज्ञानवान् इति वक्तव्यं सामान्यतया. परन्तु ज्ञानवान् एवम् अनुक्त्वा ज्ञान अधिकरणम् इति कुतः उक्तम् इति प्रश्नः. कुतः इत्युक्ते किमर्थं तत्र ज्ञानवान् इति अनुक्त्वा किमर्थं ज्ञानाधिकरणम् इति उक्तम्? पुष्पा भगिनि, उद्देशक्रम अनुसारम् आत्मानं निरूपयति. ज्ञान अधिकरणम् आत्मा, ज्ञानस्य अधिकरणम् आत्मा, सः द्विविधः, द्वयः विधः सन्ति, जीवात्मा परमात्मा च इति. तत्र ईश्वरः सर्वज्ञः परमात्मा, अन्यः परमात्मा एक एव. जीवः तु प्रतिशरीरं भिन्नः, विभुः नित्यश्च. द्वयः आत्मा, जीवात्मा परमात्मा. परमात्मा इति चेत् ईश्वरः सर्वज्ञः इत्यादि. जीवः इति अन्यः आत्मा. जीवः प्रतिशरीरम् अस्ति, भिन्नः शरीर प्रतिशरीरं भिन्नः आत्मा जीवात्मा अस्ति. परन्तु विभुः इत्यः च. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये. ज्ञान अधिकरणम् आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय. ज्ञानवान् आत्मा इति उक्तं चेत् ज्ञान अधिकरण आत्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय ज्ञानम् आत्मा तयोः मध्ये सम्बन्धरीत्या सम्बन्धम् अस्ति इति सूचितः गुणगुणी सम्बन्धः ग्रहणदार्ढ्याय तत्र तत्र ज्ञानम् आत्मा आत्मा द्वयो तयोः मध्ये केन सम्बन्धः कः सम्बन्धः ज्ञानं विषयितसम्बन्धः समवायसम्बन्धः गुणः गुणि ग्रहणदार्ढ्याय पुनरपि एकक्षणं महोदय तत् विषयिता वा समवाय वा भवान् न उक्तवान् समवायः गुणगुणम् ग्रहणदार्ढ्याय पुनरपि सः अर्थं प्रतिपाद्यते ग्रहणदार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते इति चेत् ग्रहणदार्ढ्याय इत्युक्ते दृढता खलु दृढः तस्य भावं दार्ढ्यम् आम् तर्हि ग्रहणदार्ढ्यम् इत्युक्ते कस्य ग्रहणं तत्र सूचयति गुणस्य ग्रहणम् इत्युक्ते ज्ञानस्य ग्रहणम् आत्मा आत्मा ज्ञानस्य ग्रहणम् आत्मा न खलु ज्ञानस्य अधिकरणम् आत्मा तर्हि तत्र ज्ञानवान् इति हा वदतु महोदय ज्ञानता इति भावस्य ग्रहणम् हा हा तत्र ज्ञानवान् इति वदामः चेत् यथा गन्धवती पृथ्वी इति अस्ति तादृश शैली उपयुज्य ज्ञानवान् आत्मा इत्यपि वक्तुं शक्नुमः परन्तु तत्र ग्रन्थकारेण तथा न कृतं खलु तेन तु तत्र ज्ञानाधिकरणम् आत्मा इति तत्र लक्षणवाक्यं कृतवान् तर्हि किमर्थम् इत्युक्ते तत्र पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय पूर्वोक्तरीति इत्युक्ते किम् यथा वयं पूर्वं तत्र लक्षण तत्र तटस्थलक्षणम् इत्यादिविषयः परिशीलितवन्तः खलु इत्यादिविषयान् वयं परिशीलितवन्तः तत्र षष्टिविभक्ति उपयोगं कुर्मः चेत् तत्र अधिकरणस्य प्रतीतिः स्पष्टतया जायेत इति वयं पठितवन्तः तथैव तत्र तदेव तत्र सम्बन्धः अस्ति तत्र अधिकरणं कः आदेयः कः इति सम्बन्धः तत्र झटिति अस्माकं मनसि स्फुरति यथा तादृश तत् षष्टिविभक्ति उपयुज्य तत्र वाक्यं रचयामः चेत् तथैव अत्रापि ज्ञान अधिकरणम् आत्मा इति वदामः चेत् तत्र अधिकरणम् इति पदेन तादृश तादृशसम्बन्धस्य ग्रहणं सम्यक्तया भवति इति एव अस्ति अत्र सम्बन्धस्य ग्रहणम् अधिकरणे कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तद् उपाधौ च वर्तन्ते तदा वयं दृष्टवन्तः पूर्वं कालनिरूपणे कालिकसम्बन्धेन सर्वे अपि पदार्थाः दर्शितरीत्या महाकाले उपाधौ च वर्तन्ते इति दृष्टवन्तः उपाधौ वर्तन्ते एकक्षणम् उपाधौ वर्तन्ते नाम किम् उपाधौ उदाहरणम् उपाधौ उदाहरणं सूर्योदय सूर्यास्तमय इत्यादि न सूर्योदयः इति उपाधिः नास्ति खलु, सूर्योदयः इति क्रिया अस्ति. जन्यः तत्र उपाधः उपाधिः इत्युक्ते उपाधि नाम किं तत्र किञ्चित् उदाहरणं वदतु यत्किमपि भवतु तत्र भवनस्य निर्माणम् इति क्रिया अस्ति खलु तर्हि तत्र उपाधिः किम् भवनमेव तत्र उपाधिः खलु तर्हि तत्र भवनम् इति यत् जन्यवस्तु अस्ति तदेव तत्र उपाधिः अस्ति. भवनम् इदानीम् अस्ति चेत् अपि च यदा भवतः गृहम् इति स्वीकरोतु तर्हि तत्र भवतः गृहम् इदानीम् अस्ति, भवानपि इदानीम् अस्ति इति कारणात् भवान् भवतः गृहे कालिकसम्बन्धेन तिष्ठति तथैव गृहमपि भवती कालिकसम्बन्धेन तिष्ठति इति परस्परकालिकसम्बन्धः वर्तते. अवगच्छति वा? तदैव उपाधिः अस्ति. तदैव उपाधिः तत् अत्र भवनम् अस्ति भवति तु अस्ति तदैव उपाधि अस्ति. हा यत्किमपि जन्यवस्तु अस्ति चेत् उपाधिः एव खलु, सः तु उपाधिः एव. भवनं वा भवतु, पशुः वा भवतु, मनुष्यः वा भवतु, यत्किमपि भवितुम् अर्हति. यस्य जन्यं भवति अपि च नाशः अपि भवति इति एव तत्र नियमः. ज्ञानम् अपि कालिकसम्बन्धेन महाकाले वर्तते. सर्वेपि पदार्थाः कालिकसम्बन्धेन महाकाले, सर्वे अपि ज्ञानमपि एवं महाकाले कालिकसम्बन्धेन वर्तते. इत्युक्ते तत्र काल महाकालः इति सर्वाधारः इति कारणात् सर्वे पदार्थाः महाकाले कालिकसम्बन्धेन वर्तन्ते इति वयं पूर्वं पठितवन्तः. तर्हि अत्र ज्ञानमिति कश्चन गुणः, कश्चन गुणः पदार्थः अपि. तर्हि तत्र ज्ञानमिति कश्चन पदार्थः, तर्हि ज्ञानम् इति गुणः अपि कालिकसम्बन्धेन महाकाले वर्तते. उत्तमं. तर्हि अस्तु, अन्य कोऽपि आगतः वा यस्य नाम मम पार्श्वे नास्ति? भगिनी नमस्कारः, मार्गे अस्मि भगिनी, शृणोमि अद्य. हा पुष्पा भगिनी अस्मि. हा हा भवती तु नाम उक्तवती खलु पूर्वम्. अस्तु तर्हि अग्रे पुष्पा भगिनी भवती एव पठति वा, पुस्तकमस्ति वा इदानीं? पुस्तकमस्ति भगिनि. एकः बुद्धिः, द्वे सुखं, त्रीणि दुःखं, चत्वारि इच्छा, पञ्चम द्वेषः, षष्टि प्रयत्नः, सप्तमी धर्मः पुण्यं, धर्मः पुण्यं, अष्टमी अधर्मः पापं, नवमः भावनाख्यसंस्कारः इति एव नवपदार्थाः आत्मनः विशेषगुणाः. अस्तु बुद्धि सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः तु पुण्यम् अधर्मः तु पापं भावनाख्यसंस्कारः इति एवं नवपदार्थाः आत्मनः विशेषगुणाः सन्ति. विशेषगुणः तद् द्रव्यम् अत्र वृत्तिः भवति. तद्द्रव्यमात्रवृत्तिः भवति. तद्द्रव्यमात्रवृत्तिः भवति. यथा उष्णस्पर्शः तेजसः विशेषगुणः गन्धः पृथिव्याः विशेषगुणः. एकवारं पठामि भगिनि. यथा उष्णस्पर्शः तेजसः विशेषगुणः गन्धः पृथिव्याः विशेषगुणः. हा अस्तु अस्तु. तथा बुद्ध्यादयः नव आत्मनः गुणः. बुद्धि आदय नवगुणः आत्मनः गुणाः. हा वदतु भगिनि एकक्षणं. तत्र इदानीं यत् पठितवती तत् किम् इति वदतु. विशेषगुणः विशेषगुणः इत्युक्ते किं? विशेषगुणः तद् द्रव्यमात्रवृत्तिः. अत्र अर्थं न जानामि महोदय. उष्णस्पर्शः तेजसः विशेषगुणः इत्युक्ते उष्णस्पर्शः कोऽपि उष्ण तेजस्तु एकक्षणं. तेजः लक्षणवाक्यं किम्? तेजः लक्षणवाक्यं विशेषगुणः. उष्णस्पर्शः तेजसः विशेषगुणः. हा हा तत्तु अत्र अस्ति, परन्तु मम प्रश्नः अस्ति लक्षणवाक्यं किं? तेजसः लक्षणवाक्यं किम्? उष्णस्पर्शवान् तेजः इति आसीत् खलु, वयं पूर्वं पठितवन्तः. तर्हि तत्र उष्णस्पर्शः तेजसः विशेषगुणः इत्युक्ते तत्र तत्पूर्ववाक्यं पठतु. विशेषगुणः इत्युक्ते तद्द्रव्यः इत्युक्ते किम्? तस्य किं आङ्ग्लभाषा मास्तु. आङ्ग्लभाषा वृत्तिः इति यद् भवती उक्तवती तत्तु अन्यविषयः, परन्तु न्यायशास्त्रे तथा न. वृत्तिः इत्युक्ते आधेयता एव वृत्तिः इत्युक्ते तत् द्रव्यमात्रवृत्तिः इत्युक्ते तस्मिन् द्रव्ये एव अस्ति इति अर्थः. इत्युक्ते तस्मिन् एक यदा वयं तत्र उष्णस्पर्शः इति पश्यामः चेत् उष्णस्पर्शः केवलं तेजसि एव वर्तते. पृथिव्यादि अन्य द्रव्येषु नास्ति. तत्तु वयं पूर्वं तत्र दृष्टवन्तः. तत्र एकक्षणं. शैत्यस्पर्शः इति जले अस्ति, शीतस्पर्शः इति जले अस्ति, अशीत औष्णस्पर्शः इति, अनुष्णस्पर्शः इति पृथिव्याम् अस्ति, अपि च वायौ अपि तथा अस्ति इति एतत् सर्वं वयं पूर्वं परिशीलितवन्तः. तर्हि उष्णस्पर्शः इति केवलं तेजसि एव अस्ति इति उष्णस्पर्शः तेजसः विशेषगुणः इत्युक्ते तत् द्रव्यमात्रवृत्तिः इत्युक्ते तेजसि तेजमात्र द्रव्यमिति तेजः अत्र तर्हि तत्र तेजसि केवलं तेजसि एव अस्ति इति अर्थः अत्र तदेव विशेषगुणः तथैव तत्र गन्धः इति केवलं पृथिव्याम् एव अस्ति अन्यत्र नास्ति तदेव विशेषगुणः तथा बुद्ध्यादयः नव आत्मनः गुणः तथैव तत्र आत्मनः विशेषगुणः अस्ति बुद्ध्यादयः इत्युक्ते यद् भवती पूर्वं पठितवती तत्र बुद्ध्यादि नवगुणाः ये पूर्वं आसन् तदस्ति आत्मनः गुणः इति पठामि हा हा हा न इदानीं करपत्रमस्ति खलु सर्वेषां पुरतः पुरतः नास्ति उद्घाटयतु तर्हि तर्हि सुनील् महोदय भवान् तत्र करपत्रात् पठितुं शक्नोति वा आं भगिनि अहं पठामि प्रव्यापारः संस्कारः च व्यापारः व्यापारः लोके माध्यमम् इति वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते कारणेन साक्षात् एव कार्यं न जायते मध्ये कश्चन व्यापारः भवति वदतु महोदय भवान् पठितुं शक्नोति वा नो चेत् बाधा अस्ति चेत् मास्तु अनन्तरं पठामि भगिनि क्षम्यता हा हा चिन्ता नास्ति हा रामप्रिया भगिनी भवती पठति वा आं भगिनि पठामि व्यापारः लोके माध्यमम् इति वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते कारणेन साक्षात् एव कार्यं न जायते मध्ये कश्चन व्यापारः भवति व्यापारः इति नूतन शब्दः अस्ति अत्र लोके तद् माध्यमम् इति व्यापारविषये वदामः किम् इत्युक्ते कारणकार्यस्य मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति यदा कारणमस्ति कार्यः अस्ति अयं व्यापारः तु माध्यमरूपेण मध्ये कार्यं करोति एकस्य फलस्य उत्पत्तौ कारणम् अपेक्षते कारणेन साक्षात् एव कार्यं न जायते मध्ये कश्चन व्यापारः भवति यदा एकस्य फलस्य उत्पत्तिः भवति चेत् तस्य कारणम् आवश्यकं कारणेन एव कार्यं न भवति मध्ये कश्चन व्यापारः भवति इत्युक्ते अत्र फलम् इत्युक्ते अत्र किमपि कार्यं तत्र किमपि कार्यं कस्यापि जन्यम् इति जल किमपि अग्रे पठ यथा कुठारः परशुः काष्ठं केवलं कुठारः अस्ति चेत् काष्ठं भेतुं शक्नुमः वा न एव तदर्थं किं कुर्मः हस्तेन कुठारम् उन्नीय काष्ठस्य उपरि त्यजामः तदा किं भवति काष्ठं द्विधा विभक्तं भवति तर्हि काष्ठविभजनं प्रति कुठारः कारणं व्यापारः कः इत्युक्ते उन्नयन निपातनादिक्रियाः क्रिया अपेक्षिता अस्ति. अतः मध्ये कश्चन व्यापारः भवति, अत्र क्रिया एव व्यापारः. अत्र कुटारः काष्ठम् इति उदाहरणं स्वीकुर्मः चेत् केवलं कुटारः अस्ति चेत् काष्ठं बेतुम् इत्युक्ते भेदनं कर्तुं वा, हा इत्युक्ते खण्डनं कर्तुं, तदेव खण्डनं कर्तुं न शक्नुमः. किं कुर्मः इत्युक्ते हस्तेन कुटारं स्वीकृत्य काष्ठस्य उपरि यदा त्यजामः तो खण्डनं भवति, द्विधा खण्डनं भवति. अत्र तु काष्ठविभजनं प्रति कुटारः कारणं, कुटारः एव कारणं काष्ठस्य विभजनं प्रति. व्यापारः किम् इत्युक्ते, व्यापारः कः इत्युक्ते निपातनादिक्रियाः. तद् निपातनादिक्रिया इत्युक्ते विभजनम् इत्युक्ते इति वा, न उन्नयननिपातनं. उन्नयननिपातन इत्युक्ते आं भगिनि, भवत्याः तत्र दूरवाणी एव तत्र प्रतिध्वनि आगच्छति इति चिन्तयामि भगिनि, तत्र किञ्चित् म्यूट् करोति वा. आम् हा हा इदानीं सम्यक् अस्ति. भवती स्पीकर् फोन् अथवा ब्लूटूत् मध्ये अस्ति वा, तर्हि नास्ति अस्तु. तर्हि तत् उन्नयन इत्युक्ते तत्र उन्नयनम् इत्युक्ते जानाति खलु, तत्र यदि यदा वयं हस्ते स्वीकुर्मः, स्वीकृत्य तत्र शिरोपरि हस्तः कुर्मः चेत् तत्र हस्तं हस्ते तत्र कुटारः अस्ति, हस्तं शिरोपरि कुर्मः चेत् वयं वदामः तदेव अस्ति उन्नयति इति. निपातनम् इत्युक्ते यदा वयं तत्र पुनः भूमौ प्रति हस्तं हस्तस्य पुनरागमनं भवति चेत् तदस्ति निपातनम् इति. तर्हि तदेव क्रिया जायते खलु, यदा तत्र कुटारम् उपयुज्य काष्ठस्य खण्डनं भवति तदेव करोति खलु, तत्र प्रथमं काष्ठस्य उन्नयनं, तदनन्तरं कुटारस्य उन्नयनं, तदनन्तरं कुटारस्य निपातनम् इति पुनः पुनः कृत्वा अन्ततो गत्वा तत्र काष्ठस्य विभजनं भवति, तदेव तत्र क्रिया जायते खलु. तर्हि तादृशक्रिया यदा भवति तत् क्रिया एव तत्र व्यापारः इति वदामः. इत्युक्ते तत्र केवलं कुटारः अस्ति, तत्र काष्ठः अपि अस्ति, कश्चन जनः अपि अस्ति यः एतत् कर्तुं शक्नोति इति चेत् तत्र काष्ठस्य विभजनं न भवति खलु, तादृशक्रिया अपि तत्र अपेक्षिता अस्ति. तत्र केवलं कुटारः अस्ति चेत् तत्र काष्ठस्य विभजनं न भवति. कुटारः इति कारणमस्ति, अस्माकं फलम् अस्ति तत्र काष्ठस्य विभजनं. तर्हि मध्ये कश्चन व्यापारः अपेक्षते, तत्र व्यापारः कः इत्युक्ते उन्नयननिपातनक्रिया. अस्तु, तर्हि अग्रे पठतु. अन्यत् उदाहरणं स्वीकुर्मः, घटनिर्माणं दण्डेन घटो जायते इति उच्यते. पूर्वतनदिनेषु एतादृशी पद्धतिः आसीत्, दण्डः घटं प्रति कारणं, दण्डसत्त्वे घटसत्त्वं, दण्ड अभावे घट अभावः इति दण्डघटयोः कार्यकारणभावः निश्चीयते. साक्षात् एव दण्डेन घटः उत्पद्यते वा इति चेत् दण्डेन चक्रभ्रमणं क्रियते, चक्रभ्रमणेन च पुनः कार्यान्तराणि भवन्ति मध्ये तेन घटोत्पत्तिः जायते, तदा च चक्रभ्रमणं व्यापारः. कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं, दण्डजन्य घटजनकः च. अन्यत् उदाहरणमस्ति घटनिर्माणं. पूर्वतनदिनेषु घटनिर्माणविषये दण्डः आवश्यकं. दण्डः एव घटं प्रति कारणं प्रथमं तु. दण्डः अस्ति चेत् घटः उत्पन्नं भवति, नास्ति चेत् घटाभावः. दण्ड अभावः चेत् घटाभावः अपि अस्ति. अतः तयोः मध्ये कार्यकारणभावः अस्ति. साक्षात् दण्ड एव दण्डेन एव घटः न उत्पद्यते. दण्डेन चक्रभ्रमणं प्रथमं भवति. चक्रभ्रमणेन पुनः कार्यान्तराणि भवन्ति मध्ये तु चक्रभ्रमणेन कार्यान्तराणि भवन्ति. अनन्तरमेव घट उत्पत्तिः जायते. अतः चक्रभ्रमणं व्यापारः अत्र अस्ति. कथम् इति चेत् दण्डजन्यं चक्रभ्रमणं. दण्डं चक्रभ्रमणं जनयति. दण्डजन्य घटजनकः च. दण्ड जन्यम् एकक्षणं भगिनि, अग्रे इतोपि स्पष्टं भवति. तर्हि तत्र दण्डजन्यं चक्रभ्रमणम् इत्युक्ते चक्रभ्रमणं दण्डेन जन्यते इत्युक्ते तत्र दण्डं दण्डः यदस्ति क्षम्यतां दण्डः यः अस्ति सः तेन तत्र चक्रभ्रमणं भवति. इत्युक्ते तत्र पुरातनकाले तत्र पद्धतिः यथा आसीत् तत्र दण्डः स्वीकृत्य दण्डेन प्रथमं चक्रस्य भ्रमणं कुर्मः. तत्र चक्रभ्रमणात् तत्र कपालस्य संयोगेन तत्र घटः जायते. कपालयोः संयोगेन तत्र घटः जायते इति पद्धतिः आसीत्. तर्हि तत्र दण्डः नास्ति चेत् घटः घटौ निर्माणं न भवति. यतोहि दण्डः आवश्यकं तत्र आवश्यकः तत्र चक्रभ्रमणार्थं. परन्तु केवलं दण्डः अस्ति चेत् तत्र घटः जायते इति न. दण्डः उपयुज्य दण्डेन चक्रभ्रमणं प्रथमं करणीयं. तदनन्तरं चक्रभ्रमणात् किमपि अन्य तत्र अन्यक्रिया कृत्वा तस्मात् तत्र घटनिर्माणं भवति इति पद्धतिः आसीत्. इत्युक्ते तत्र दण्डः नास्ति चेत् तत्र घटः नास्ति इति कारणात् दण्डः घटं प्रति कारणं. घटः इति कार्यम् इत्युक्ते घटः इति फलं. परन्तु तयोः मध्ये कश्चन व्यापारः जायते. सः व्यापारः एव चक्रभ्रमणम् इति अस्ति इदानीम्. यदा पूर्वस्मिन् उदाहरणे तत्र उन्नयननिपातनादिक्रिया आसीत् व्यापारः इति, अस्मिन् उदाहरणे अस्ति चक्रभ्रमणम् इति. अस्तु, तर्हि रामकार्तिक् महोदय अग्रे भवान् पठति वा? रामकार्तिक् महोदय अस्ति वा? अस्तु, तर्हि सुब्रह्मण्यमहोदय भवान् एव पुनः पठतु. अहं पठामि महोदय. हा हा, पठतु महोदय. तज्जन्यत्वे सति तज्जन्यजनकः व्यापारः इति लक्षणवाक्यं. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणं. यथा वायोः लक्षणम् अस्माभिः दृष्टं तत्र रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. केवलं रूपरहितत्वं वदामः चेत् अतिव्याप्तिः इति आकारः सादिषु नकारसादिषु केवलं स्पर्शवत्त्वं वदामः चेत् पुनः अतिव्याप्तिः पृथिव्यादिषु. अतः अत्र दलद्वयं मिलित्वा लक्षणम् इत्यनेन न अतिव्याप्तिः. अनेन च दलसार्थक्यं सिद्ध्यति. तर्हि व्यापारस्य लक्षणमपि तथा दलद्वयम् अपेक्षते, तज्जन्यत्वं तज्जन्यजनकत्वं च. हा, इदानीं तज्जन्यत्वं तज्जन्यजनकत्वम् इत्युक्ते किम् इति मास्तु, तदग्रे आगच्छति. केवलं अत्र तत्र दलद्वयविषये किम् अस्ति तदेव एकवारं वदतु. द्वयोः तज्जन्यतज्जन्यद्वयोः व्यापारस्य लक्षणम् उदाहरणं दत्तः. वायोः लक्षणम् अस्माभिः दृष्टं रूपरहितत्वं सति स्पर्शत्वं वायोः लक्षणमिति वयं दृष्टवन्तः. रूपरहितत्वे सति स्पर्शवत्त्वं रूपरहितत्वे सति स्पर्शवत्त्वं वायोः लक्षणं. केवलं रूपरहितत्वं वदामः चेत् अतिव्याप्तिः, यतोहि आकाशम् अपि. महोदय, यदा भवान् वदति तत्र स्वस्य शब्दैः वदतु, यत् तत्र अस्ति तदेव पुनः वदति चेत् अहं न ज्ञातुं शक्नोमि भवान् अवगच्छति वा न वा इति. क्षम्यतां महोदय, पुनः एकवारं वदतु. हा हा, यदा भवान् प्रतिपादयति स्वस्य शब्दैः वदतु तत्र यत् तत्र अस्ति तदेव पुनः वदति चेत् अहं न ज्ञातुं शक्नोमि खलु भवान् अवगच्छति वा न वा इति. केवलं रूपरहितत्वं वदामः चेत् अतिव्याप्तिः. सो वायोः लक्षणं केवलं रूपरहितत्वम् इति वदामः चेत् तत्र अतिव्याप्तिः भवति. यतोहि आकाशः कालः दिक् तत्र सर्वे अपि रूपं अस्ति अस्ति. केवलं स्पर्शवत्त्वं वदामः चेत् पुनः अतिव्याप्तिः, यतोहि पृथिव्यादि पदार्थानि कुत्र कुत्र स्पर्शवत्त्वम् अस्ति, कुत्र कुत्र स्पर्शवत्त्वम् अस्ति? पृथिव्या, जले, तेजो, तेजसि अपि च वायौ. तर्हि तत्र केवलं स्पर्शवत्त्वम् इति वदामः चेत् पृथिव्यामपि तथा भवितुम् अर्हति खलु इति. तदर्थमेव तत्र दलद्वयम् आवश्यकं, तद् मिलित्वा तत्र लक्षणवाक्यं कृतवन्तः. तथैव तत्र व्यापारस्य लक्षणवाक्ये अपि दलद्वयम् अस्ति, तज्जन्यत्वे सति तज्जन्यजनकः इति. व्यापारे अपि दलद्वयेन लक्षणं वदामः चेत् अतिव्याप्ति न सम्भवति. अतिव्याप्तिदोषं न सम्भवति. उत्तमं, तावदेव. अनेन च दलसार्थक्यं सिद्ध्यति. एवं द्वयरूपेण वदामः चेत् स्पष्टं सिद्ध्यति. तत्र दलद्वयस्य अपि सार्थक्यं भवति. तत्र किम तत्र तत्र दलद्वयस्य अपि तत्र अर्थपूर्णः अस्ति इति तत्र अर्थवत्त्वं भवति. दलसार्थक्यं अर्थं किम्? तदेव इदानीम् उक्तवती खलु भगिनी, तत्र दलद्वयस्य अपि तत्र आवश्यकता अस्ति इति तस्य सिद्ध तत्र भवति. तदेव तत्र वायोलक्षणं स्वीकृत्य इदानीं वयं दृष्टवन्तः तत्र दलद्वयस्य आवश्यकता किमर्थम् इति. तत्र एकमेव दलं स्वीकृत्य एकमेव दलं स्वीकृत्य इत्युक्ते स्पर्शवत्वम् इति वदामः चेदपि अतिव्याप्तिः अस्ति, रूपरहितत्वम् इति वदामः चेदपि अतिव्याप्तिः अस्ति इति कृत्वा तत्र दलद्वयस्य अपि आवश्यकता अस्ति. तदेव हा पठतु महोदय. तत् इति कारणं तत् पदेन अत्र दृष्टान्ते दण्डः स्वीकार्यः. तज्जन्यं तृतीयतत्पुरुषः तेन इति दण्डेन जन्यम् इति चक्रभ्रमणं तज्जन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति. अनेन एकं विशेषणम् आगतं किन्तु द्वितीयमपि अपेक्षितं. तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. अत्र तत् इति पुनः दण्डः, जन्यम् इति कार्यं, फलम् अत्र घटः. तर्हि तत् इति दण्डः, जन्यः इति घटः, तेन जन्यः तज्जन्यः तस्य जनकः व्यापारः. अत्र जनकं चक्रभ्रमणं, दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम्. आहत्य तज्जन्यजनकं चक्रभ्रमणं, तज्जन्यजनकत्वं चक्रभ्रमणे. तर्हि अत्र दलसार्थकार्थं दलद्वयं, पदद्वये अपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. अनेन व्यापारस्य लक्षणम् अत्र प्रथमः तज्जन्यः तज्जन्यत्वं तज्जन्यम् इति तत् पदेन अत्र दण्डः इति अर्थः, दण्डः स्वीकार्यः. तज्जन्यम् इति तृतीयतत्पुरुषसमासः, तेन दण्डेन, तेन इति दण्डेन. सो तस्मात् तज्जन्यम् इति चक्रभ्रमणं, दण्डेन जन्यः चक्रभ्रमणम् इति. इत्युक्ते तत्र तत्र तज्जन्ये सति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अस्ति खलु. तर्हि तत्र तज्जन्यत्वम् इति तत्र तज्जन्यम् इत्युक्ते तत्र तेन जन्यं, तेन इति अस्माकम् इदानीं तत्र घटनिर्माण निर्माणविषये पश्यामः चेत् तत्र तत्र प्रथमं यत् तदस्ति तत् अस्ति दण्डः. तर्हि दण्डेन जन्यं भवति, तत्र दण्डेन किं जन्यं भवति, दण्डेन चक्रभ्रमणं तज्जन्यं भवति. तर्हि तत्र तज्जन्यम् इत्युक्ते चक्रभ्रमणं, तज्जन्यत्वं चक्रभ्रमणे अस्ति. इत्युक्ते तत्र प्रथम तत्र दलद्वयम् अस्ति इदानीं तत्र लक्षणवाक्ये, तत्र प्रथम दलस्य ज्ञानं प्राप्तम् इदानीम्. इदानीं द्वितीयम् अपि अस्ति तज्जन्यजनकत्वम् इति. तज्जन्यजनकत्वम् इत्युक्ते किम्? अग्रे पठतु महोदय. किन्तु द्वितीयमपि अपेक्षितं तज्जन्यजनकत्वम् अपि चक्रभ्रमणे भवेत्. यतोहि चक्रभ्रमणम् इति व्यापारः इति वयम् उक्तवन्तः. चक्रभ्रमणं व्यापारं व्यापारः अस्ति चेत् तत्र द्वयमपि स्यात्, तज्जन्यत्वम् अपि भवेत् तज्जन्यजनकत्वमपि भवेत्. तर्हि इदानीं तज्जन्यत्वं कथम् अस्ति इति वयं दृष्टवन्तः. दण्डेन जन्यते चक्रभ्रमणम् इति तत्र चक्रभ्रमणे तज्जन्यत्वम् अस्ति. तर्हि तज्जन्यजनकत्वम् अपि भवेत् परन्तु कथम् इति अग्रे अस्ति. अत्र तत् इति पुनः दण्डः पूर्वस्य सदृशम् अत्र अपि तत् इति पदस्य अर्थः दण्डः. जन्यम् इति कार्यं, फलम् अत्र घटः. कार्यं कार्यं जन्यम् इत्युक्ते अत्र तत्र वैलक्षण्यम् अस्ति खलु. प्रथमतज्जन्यम् अस्ति तत्र दण्डेन यः जायते, इत्युक्ते तत्र दण्डेन यत् क्रिया भवति चक्रभ्रमणम् इति तदेव सूचयति प्रथमं जन्यं. द्वितीयं जन्यं तत्र फलं सूचयति. कारणेन यः कार्यम् उत्पद्यते तत् कार्यं सूचयति द्वितीयं जन्यं. तर्हि तत्र द्वितीयतज्जन्यं यदस्ति तत् अस्ति घटः, न तु चक्रभ्रमणम्. अवगच्छति वा? तत्र लक्षणवाक्ये अस्ति तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति. तर्हि तत्र तज्जन्य इति द्विवारम् आगच्छति. प्रथमजन्यमस्ति चक्रभ्रमणम् इति क्रिया. द्वितीयं तत् तज्जन्यमिति यदस्ति तज्जन्य तज्जन्य अस्ति फलम् इत्युक्ते घटः. अग्रे पठतु महोदय. जन्य इति पदार्थः फलम् इति अर्थम् अपि अस्ति वा? जन्यम् इति कार्यं, जन्यम् इत्युक्ते कार्यं खलु. कार्यस्य फलं न, कार्यमेव फलं, कार्यस्य फलं न, कार्यम् इत्युक्ते फलम्. तर्हि तत् इति दण्डः, जन्यः इति घटः. तेन जन्यः तज्जन्यः तस्य जनकः व्यापारः. इदानीं तत्र तस्मिन् वाक्ये तेन जन्यः तज्जन्यः तस्य जनकः व्यापारः. तर्हि तत्र तज्जन्यः इत्युक्ते कः, तस्य इत्युक्ते कः, कस्य? सो दण्डस्य क्रियायाः फलम् इति. क्रियायाः फलं किं? भ्रमणम्. ओ, अतः अन्तिमफलं घटः. घटः. तर्हि तत्र तेन जन्यः इत्युक्ते भ्रमणं न, न तत्र तेन जन्यः इत्युक्ते किम्? इदानीं तत्र भ्रमणं तु अभवत्, इदानीं तेन जन्यः इत्युक्ते घटः. फलं घटः. तर्हि तेन जन्यः घटः, तज्जन्यः इत्युक्ते तेन जन्यः इत्युक्ते घटः, तस्य जनकः व्यापारः. तस्य इत्युक्ते घटः, घटस्य जनकः अस्ति व्यापारः. इत्युक्ते तत्र दण्डः इति कारणं, फलम् अस्ति घटः, मध्ये कश्चन व्यापारः अस्ति खलु, सः व्यापारः अस्ति, सः व्यापारे तत्र जनकता अस्ति. तर्हि तत्र जनकः अस्ति व्यापारः. तादृशव्यापारः अस्मिन् दृष्टान्ते किं? चक्रभ्रमणम्. इत्युक्ते चक्रभ्रमणे तज्जन्यजनकता अस्ति. इत्युक्ते तज्जन्य इत्युक्ते घटः, घटस्य जनकता इत्युक्ते घटस्य निर्माणं प्रति व्यापारः, तत्र मध्ये यः माध्यम् अस्ति तदस्ति चक्रभ्रमणम् इति. तत्र चक्रभ्रमणं, चक्रभ्रमणे जनकता अस्ति. अत्र जनकं चक्रब्रह्मण दण्डेन जन्यः यः घटः तस्य जनकं चक्रब्रह्मणम् आहत्य न एकक्षणं तद्वदतु महोदय स्वस्य शब्दैः वदतु तत् तस्मिन् वाक्ये किम् अस्ति इति दण्डेन जन्यः यः घटः तस्य जनकं चक्रभ्रमणम् दण्डेन जन्यः यः घटः यः फलं दण्डेन दण्डस्य क्रियायां यः फलः दण्डस्य क्रियायाः फलं तस्य जनकं चक्रभ्रमणं फलः घटः तस्य जनकः चक्रभ्रमणम् तस्य हा सत्यं तर्हि तत्र दण्डस्य क्रियाया दण्डस्य दण्डेन तत्र भवती दण्डः इति यः यत् कारणम् अस्ति तेन जायते घटः तादृशघटस्य जनकता अस्ति जनकः अस्ति चक्रभ्रमणं जनकम् अस्ति चक्रभ्रमणम् इत्युक्ते चक्रभ्रमणे जनकत्वम् अस्ति पठतु अग्रे पठतु आहत्य तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे तज्जन्यजनकं चक्रभ्रमणं तज्जन्यजनकम् इत्युक्ते किम् तज्जन्य इति दण्डं तज्जन्यः इति तत् जन्यः एवं चेत् फलं घटः वा तज्जन्यः इति घटः तज्जन्यजनकं चक्रभ्रमणम् इत्युक्ते तज्जन्य न तत्र तत्र तज्जन्य इत्युक्ते घटः अग्रे वदतु तर्हि तत्र घटात् चक्रभ्रमणं प्रति कथं गन्तुं शक्नुमः इदानीं तज्जन्यः इत्युक्ते न एकक्षणं तज्जन्यः इत्युक्ते घटः तर्हि घटः अपि च चक्रभ्रमणं मध्ये कः सम्बन्धः अस्ति तत् अस्तु तत्र वाक्यं वदतु कः कस्य जनकम् चक्रभ्रमणं यस्य व्यापारः इदानीं जनकं किम् अस्ति जनकम् इति अस्मिन् उदाहरणे किम् अस्ति न अस्मिन् उदाहरणे जनकं किम् जनकं चक्रभ्रमणम् अस्तु चक्रभ्रमणं गजाङ्कः अस्ति कस्य जनकम् अस्ति चक्रभ्रमणं घटस्य तावदेव खलु घटस्य तर्हि तत्र तज्जन्यः इति घटः तज्जन्यस्य जनकम् इत्युक्ते घटस्य जनकं चक्रभ्रमणं तज्जन्यजनकत्वं चक्रभ्रमणे इत्युक्ते तत्र तज्जन्यजनकत्वम् इत्युक्ते तत्र तज्जन्यजनकस्य भावः चक्रभ्रमणे अस्ति तर्हि इत्युक्ते इदानीं पश्यतु तत्र प्रथमं तज्जन्यत्वं चक्रभ्रमणे अस्ति इति प्रथमं साधितवन्तः तत्र तज्जन्यत्वम् इत्युक्ते तत्र दण्डेन जन्यम् अभवत् चक्रभ्रमणम् इति कारणात् तत्र तज्जन्यम् इत्युक्ते चक्रभ्रमणं तज्जन्यत्वं चक्रभ्रमणे इति इदानीं द्वितीयविषयः तज्जन्यजनकत्वम् अपि चक्रभ्रमणे इति उक्तवन्तः तर्हि तत्र दलसार्धक्यं साधितम् तर्हि अत्र दलसार्थक्यं दलद्वयं दलसार्थक्यार्थं दलद्वयम् स्पष्टमेव. सो दलसार्थक्यं प्राप्तुम् अवश्यम् अत्र दलद्वयं सिद्ध्यति इति एवं वा. हा हा हा इत्युक्ते तत्र द्वयोः दलयोः अपि तत्र अर्थ अर्थवत्वम् अस्ति इति साधितं. पदद्वये अपि तज्जन्यत्वं च तज्जन्यजनकत्वं च व्यापारे समन्वयः कर्तव्यः. अनेन व्यापारस्य लक्षणम् अस्तु भवतु. प्रश्नमेकः महोदय. व्यापारः इति सर्वदा क्रियासम्बद्धपदं भवेत् वा? सर्वदा क्रियासम्बन्धः इति न, अग्रे आगच्छति पश्यामः. तत्र व्यापारः इत्युक्ते मध्ये कश्चन माध्यम् इति एव. अस्तु तर्हि तत्र व्यापारस्य लक्षणम् अवगतं वा? तत्र प्रश्नः अस्ति चेत् कृपया पृच्छतां. तत्र किञ्चित् नूतनविषयः अस्ति, तर्हि भ्रमः भवितुम् अर्हति. तर्हि प्रश्नः अस्ति चेत् कृपया पृच्छतु. अस्तु तर्हि सुनील् महोदय, इदानीं भवान् पठितुं शक्नोति वा? अहं श्रमं करोमि भगिनि. अस्तु प्रथमम् एकक्षणं प्रथमं प्रायः वाक्यद्वये वा वाक्यत्रयं वा स्वीकृत्य तत्र व्यापारस्य लक्षणविषये किञ्चित् उक्त्वा अनन्तरम् अग्रे पठतु. इदानीं वयं उदाहरणद्वयं दृष्टवन्तः, कुठारस्य च कुठारः च काष्ठं. तत्र उदाहरणम् इति मास्तु, तत्र व्यापारस्य लक्षणवाक्यं यद् इदानीं वयं परिशीलितवन्तः तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति, तत् यद् पूर्वस्मिन् परिच्छेदे अस्ति तस्मिन् विषये किञ्चित् उक्त्वा अग्रे भवान् यद् अवगतवान् तदुक्त्वा अग्रे पठतु. व्यापारस्य लक्षणमस्ति तज्जन्यत्वे सति तज्जन्यजनकः इति. तत्र कारणमस्ति, अनन्तरं फलमपि लभते. इत्युक्ते अत्र यः जनकः अस्ति इत्युक्ते किं कारणेन वा अथवा माध्यमेन जन्यत्वम् अथवा जन्यः भवति, अतः अस्मिन् उदाहरणे घटः. तद् स्वीकृत्य तत्र वयं व्यापारस्य लक्षणं वदामः. अत्र उदाहरणमेव वदामि वा भगिनि? न, तत्र तत्र पदद्वयमस्ति खलु महोदय, तज्जन्यत्वम् अपि च तज्जन्यजनकत्वं. तस्मिन् विषये तज्जन्यत्वम् इत्युक्ते किं, तज्जन्यजनकत्वम् इत्युक्ते किम्? अत्र द्वयमपि व्यापारस्य कार्यकारणमिति अपि अस्ति. अत्र कार्यकारणम् इति न, तत्र द्वयमपि मिलित्वा व्यापारस्य लक्षणं भवति. मिलित्वा एव व्यापारस्य लक्षणं वदामः. तत्र जन्यत्वमस्ति फलम्, जनकत्वमस्ति किं माध्यमेन तत्र फलं सिद्ध्यते इति. प्रथमं तज्जन्यत्वम् इत्युक्ते किम्? इत्युक्ते अस्माकं लक्षणं उद्देशः कः इति, अथवा फलस्य विषयं वदति. अतः जनकत्वेन किं फलं साध्यते इति वदति. अतः जन्यत्वमिति इत्युक्ते तत्र तज्जन्यत्वम् इति प्रथमं जन्यत्वं यदस्ति तदस्ति तत्र यः कारणमस्ति कारणेन कारणेन यः जन्यते अथवा यज्जन्यते तदस्ति प्रथमं तज्जन्यं खलु तर्हि द्वितीयतज्जन्यमस्ति फलम् अन्ततो गत्वा यः फलं यत् कार्यं सिद्ध्यति तदस्ति द्वितीयजन्यं तस्य जनकता इति तत्र द्वयमपि मिलित्वा व्यापारे तिष्ठति तत्र तत्र कारणेन प्रथमं यज्जन्यं भवति यः व्यापारः तस्मिन् व्यापारे फलस्य जनकता अपि तिष्ठति द्वितीयं तज्जन्यम् अस्ति फलं कार्यं कार्यस्य जनकता अपि तस्मिन्नेव अस्ति इति तत्र तत्र जन्यता अपि तस्मिन् अस्ति जनकता अपि तस्मिन् अस्ति इति सः व्यापारः इति वदामः अस्तु अग्रे पठतु महोदय सरलरीत्या उच्यते चेत् दण्डः चक्रभ्रमणस्य कारणं चक्रभ्रमणं च घटस्य कारणं दण्डः साक्षात् घटं प्रति कारणं न भवति चक्रभ्रमणद्वारा एव दण्डः घटं प्रति कारणं पूर्वोक्त उदाहरणे अथवा घटस्य उदाहरणे वयं दण्डः चक्रभ्रमणः चक्रभ्रमणम् अनन्तरं घटस्य अथवा फलं घटः इति दृष्टवन्तः तद् दण्डस्य कारणेन चक्रभ्रमणं भवति अथवा दण्डः चक्रभ्रमणस्य कारणं भवति चक्रभ्रमणस्य कारणेन घटस्य उत्पादनं तत्र फलं भवति अतः चक्रभ्रमणं घटस्य कारणमिति अतः दण्डः फलस्य घटस्य कारणमिति प्रथमदृष्ट्या वक्तुं न शक्यते अथवा दण्डः साक्षात् कारणमिति न घटस्य कारणमिति न एतत् माध्यम द्वारा अथवा चक्रभ्रमणद्वारा एव घटस्य उत्पादनं भवति इत्युक्ते परम्परायाः एव तत्र दण्डः घटस्य कारणमिति वक्तुं शक्नुमः दण्डः प्रत्यक्षरीत्या नास्ति इति साक्षात् नास्ति इति साक्षात् नास्ति अग्रे पठतु महोदय प्रत्यक्षसन्दर्भे इन्द्रियं भवति कारणम् अयं घटः इति ज्ञानं भवति फलम् मध्ये कश्चन व्यापारः भवति इन्द्रियसन्निकर्षः अयं घटः इति ज्ञाने चक्षुरिन्द्रियं कारणं व्यापारद्वारा तत्र चक्षुरिन्द्रियघटसंयोगरूपसन्निकर्षः इति व्यापारः अयं घटः इति प्रत्यक्षं फलम् अत्र इन्द्रियमेव कारणम् इति प्रत्यक्षसन्दर्भे वयं पश्यामः घटः इति फलम् घटः इति फलं न खलु तत्र फलं किं तत्र अयं घटः इति ज्ञानं हा तर्हि तत्र ज्ञानमेव फलं मध्ये अत्र इन्द्रियद्वारा अन्य किमपि भवति तद् व्यापारः इति वदामः अत्र अयं घटः इति वयं पश्यामः चेत् तत्र नेत्रद्वारा वयं तद् पश्यामः अथवा नेत्रे माध्यमद्वारा अयं घटः इति वयं ज्ञानं प्राप्नुमः हा तत्र परन्तु तत्र नेत्रमाध्यमद्वारा इति न खलु तर्हि इत्युक्ते तत्र नेत्रमिति इन्द्रियः इन्द्रियमस्ति चेत् केवलं तत्र इन्द्रियमस्ति अपि च घटः अपि अस्ति चेत् तत्र ज्ञानं न भवति तत्र मध्ये कश्चन व्यापारः आवश्यकः खलु इत्युक्ते तत्र न्यायशास्त्रे तत् पूर्वमपि अस्माभिः चर्चितं तत्र न्यायशास्त्रे वदन्ति तत्र नेत्रात् किमपि तेजः अस्ति यत् घटं प्रति गत्वा तत्र अयं घटः इति ज्ञानं सम्पादयति तदेव इन्द्रियसन्निकर्षः इति वदामः खलु इत्युक्ते तत्र इन्द्रियघटसंयोगः इति कश्चन व्यापारः मध्ये भवति यावत्पर्यन्तं तादृशसंयोगः न भवति तावत्पर्यन्तम् अयं घटः इति ज्ञानं न भवति इत्युक्ते घटः चिन्तयतु घटः अपि अस्मिन् कोष्ठे अस्ति वयमपि अस्मिन् कोष्ठे स्मः परन्तु यावत्पर्यन्तं घटं न पश्यामः इत्युक्ते घटेन सह इन्द्रियसंयोगः न भवति तावत्पर्यन्तम् अयं घटः इति ज्ञानं न भवति खलु अस्माकं तदेव अस्ति मध्यम कश्चन व्यापारः इति इति तर्हि तत्र इन्द्रियसंयोगः एव तत्र व्यापारः इत्युक्ते तस्मिन् इन्द्रियेण तत्र तस्य जन्यः भवति अपि च तत्र ज्ञानस्य प्रति जनकता अपि तस्मिन् अस्ति इति कारणात् तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति इन्द्रियसंयोगः भवति स्पष्टं वा अस्तु अग्रे पुष्पा भगिनी भवती पठितुं शक्नोति वा अस्तु भगिनि व्यापारद्वारा आत्मनः त्रयः गुणाः कल्पिताः प्रकृतौ आत्मनः गुणाः सन्ति बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः बुद्धिः इत्यस्मात् आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति मनसाभावः भवति अस्ति मनसा भवति मनसा हा अहं जानामि इति ज्ञानं ज्ञानविषयकं ज्ञानं ज्ञानस्य प्रत्यक्षं भवति मनसा मनसस्य प्रत्यक्षं भवति मनसा एवम् एव अहं सुखी अस्मि अहं सुखी अस्मि अहं सर्पं द्वेष्मि इत्युक्ते द्वेषं करोमि अहं घटम् इच्छामि इति ज्ञानानां प्रत्यक्षं भवति मनसा प्रकृतौ आत्मनः ये बुद्धि आदौ गुणाः सन्ति बुद्धिः आरम्भस्य आरभ्य प्रयत्नपर्यन्तं प्रत्यक्षं मनसा भवति तत्तु इत्युक्ते किं प्रत्यक्षं मनसा भवति इत्युक्ते किं प्रत्यक्षं मनसि भावः अस्ति हा इत्युक्ते तत्र मनसि तादृशज्ञानं साक्षात् भवति इत्युक्ते तत्र किमपि ज्ञानमस्ति चेत् अहं जानामि अथवा अहं सुखी अस्मि अहं दुःखी अस्मि इति तादृशज्ञानं तत्र साक्षात् मनसि स्फुरति खलु, तर्हि तत्र तादृशज्ञानस्य प्रत्यक्षं भवति मनसा साक्षात्. अग्रे पठतु भगिनि. धर्मस्य अधर्मस्य, धर्मस्य अधर्मस्य, संस्कारस्य च प्रत्यक्षं न सम्भवति. अस्तु अस्तु. इत्युक्ते तत्र मयि धर्मः अस्ति अथवा अधर्मः अस्ति इति तत्र संस्कारः वक्तुं न शक्नुमः खलु, मनसा तादृशज्ञानं न भवति. एते च त्रयः गुणाः अतीन्द्रियाः. धर्मः अधर्मः संस्कारः अतीन्द्रियाः. मनसा साक्षात् ज्ञातुं न शक्यन्ते. अपि तु अधुना त्वां वक्ति तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण. प्रत्यक्षं नास्ति. सम्पूर्णवाक्यं पठतु भगिनि तत्र. परन्तु ते व्यापाराः भवन्ति, अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. तेषां ज्ञानं न उत्पद्यते प्रत्यक्षेण, परन्तु ते व्यापाराः भवन्ति, अतः अनुमानेन तेषाम् अस्तित्वं कल्पयामः. धर्मं व्यापारः. अस्तु. इदानीं कस्यचित् मनुष्यस्य सुखं जायते. कथम् इत्युक्ते तस्य आत्मनि विद्यमानधर्मेण सुखम् उत्पद्यते. तत्तु व्यापारः एवमेव तस्य आत्मनि विद्यमानधर्मेण दुःखं जायते. इति सुखस्य दुःखस्य अत्र सुखस्य दुःखस्य च मध्ये व्यापारः भवति धर्मः अधर्मः च. इत्युक्ते तत्र धर्मः अधर्मः इति तस्य तयोः ज्ञानं साक्षात् न भवति. तर्हि तत्र यदा कश्चन जनः सुखी अस्ति, तर्हि तत्र धर्मः इति मध्ये कश्चन व्यापारः अस्ति, तेन तत्र तादृश सुखम् अनुभवति इति वक्तुं शक्नुमः. इत्युक्ते तत्र तादृशधर्मे तत्र सुखं प्रति जनकता अस्ति, तथैव तत्र दुःखं कश्चन जनः दुःखम् अनुभवति चेत् तत्र अधर्मः इति मध्ये व्यापारः अस्ति, यस्मिन् तत्र तादृशदुःखं प्रति जनकता अस्ति इति वक्तुं शक्नुमः. इति तत्र धर्मः अधर्मः इति कश्चन जनकम् अस्ति, जनकता अस्ति, जनकता अस्ति. तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. अग्रे संस्कारः कस्य व्यापारः इत्युक्तौ स्मरणस्य. यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं, तदनन्तरं कश्चन संस्कारः उत्पद्यते अस्माकम् आत्मनि. स च संस्कारः कदाचित् घटम् अहं दृष्टवान् इति स्मरणं जनयति. इत्थञ्च प्रत्यक्षज्ञानेन जायते संस्कारः. अग्रे स एव व्यापारः स्मरणं जनयति. अनेन संस्कारस्य व्यापारत्वं व्युत्पन्नम्. अत्र तृतीयः संस्कारः इति विषये अत्र अस्ति. व्यापारः अत्र किम् अस्ति चेत् स्मरणः स्मरणं संस्कारः एव व्यापारः ओ स्मरणम् इति फलं स्मरणम् इति फलम् यदा अस्माकं प्रत्यक्षज्ञानं भवति अयं घटः इति ज्ञानं तदनन्तरं कश्चन संस्कारः ओहोहो क्षम्यतां भगिनि अयं घटः इति ज्ञानं मनसि भवेत् आत्मनि भवेत् इत्युक्ते तत्र कश्चन संस्कारः इति व्यापारः उत्पद्यते चिन्तयतु अद्य वयं अद्य अहं तत्र घटं पश्यामि दिनद्वयं वा दिनत्रयं वा अनन्तरं तत्र घटं दृष्टवती इति ज्ञानम् अस्ति खलु मनसि अथवा स्मरणम् अस्ति खलु तस्मिन् स्मरणं प्रति तत्र कारणम् अथवा तत्र व्यापारः अस्ति संस्कारः इति इत्युक्ते तत्र ज्ञानशास्त्रे क्षणात्मकं ज्ञानमिति अस्ति इत्युक्ते यज्ञानम् अहम् अयं घटः इति ज्ञानं यदा भवति तद् ज्ञानं तु क्षणमात्रमेव मनसि तिष्ठति तर्हि स्मरणं कथं भवति इति प्रश्ने सति तत्र संस्कारः इति कश्चन व्यापारः अस्ति येन तादृशस्मरणं भवति इति भगिनी भवती यदा न वदति कृपया म्यूट् करोतु नो चेत् प्रतिध्वनि अधिकम् आगच्छति केवलं मम कृते वा अन्येषां कृते अपि तथा वा इति न जाने अहं परन्तु अग्रे पठतु भगिनि अग्रे अस्ति एवं रीत्या धर्मः अधर्मः संस्कारः च एते त्रयः गुणाः व्यापाराः भवन्ति यत् लोके माध्यमं वदामः कारणस्य कार्यस्य च मध्ये अयं व्यापारः माध्यमरूपेण कार्यं करोति तदेव धर्मः अधर्मः संस्कारः व्यापार त्रयः गुणः व्यापारः सन्ति तदेव लोके माध्यमम् इति वदामः व्यापारः एव माध्यमम् इति वदामः कारणस्य कार्यस्य मध्ये एव यः व्यापारः कार्यं करोति एते च त्रयगुणाः अतीन्द्रियाः मनसा साक्षात् ज्ञातुं न शक्यन्ते अहं धर्मात्मजः अस्मि इति कश्चित् वदति परन्तु तस्य तादृशः अनुभवः तु न भवितुम् अर्हति धर्मः अस्ति वा अधर्मः अस्ति वा तस्य फलं दृष्ट्वा एव ज्ञातुं शक्नुमः कोऽपि अतीव दुःखी अस्ति इत्यस्य दर्शनेन वक्तुं शक्नुमः अहो सः बहु अधर्मं कृतवान् अतः अधुना दुःखम् अनुभवम् अस्ति फलं दृष्ट्वा तस्य कारणम् अधर्मं वयम् अनुमानेन ज्ञातुं शक्नुमः न तु प्रत्यक्षेण अत्र एते त्रयः गुणः धर्मः अधर्मः संस्कारः तु अतीन्द्रियः गुणः तद् मनसा ज्ञातुं न शक्यन्ते यदा अत्र एकम् उदाहरणमस्ति अहं धर्मात्मजः अस्मि अहम् इति वद कोऽपि वदति चेत् तस्य तादृश अनुभवः न भवति धर्मः अस्ति वा अधर्मः अस्ति वा तस्य फलं धर्मः यदा धर्मः अस्ति या अधर्मः अस्ति फलं दुःखेन वा सुखेन वा तस्य फलं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः बहु यदा कोऽपि दुःखी अस्ति चेत् वयं वदामः बहु अधर्मं कृतवान् अतः एव सः दुःखी अस्ति दुःखम् अनुभव करोति इति वयं वक्तुं शक्नुमः अतः फलं दृष्ट्वा तस्य कारणम् अधर्मं वा धर्मं वा इति ज्ञातुं शक्नुमः न तु प्रत्यक्षेण दृष्ट्वा न वक्तुं शक्नुमः अति उत्तमं भगिनि तावदेव अग्रेपि पठति संस्कारः त्रिविधः वेगः स्थितिस्थापकः भावना च इति यदा फलं पतति तदा तस्मिन् वेगः भवति, यदा एकं यानं गच्छति तदा तस्मिन् वेगः भवति, क्रियया सह जायते वेगः, फले पतनक्रिया उत्पन्ना तदा वेगः उत्पन्नः। तत्र तु संस्कारः विषये, तत् संस्कारः त्रिविधः अस्ति, वेगः, स्थितिस्थापकः, भावना इति। वेगः इत्युक्ते फलं पतति चेत् तस्य क्रिया सः क्रिया यद्भवति तदेव वेगः इति। पतनक्रिया फले यत् पतनक्रिया उत्पन्ना अस्ति तदेव वेगः, तदेव विषयं यानं विषये अपि अत्र उक्तम् अस्ति। द्वितीयः अस्ति स्थितिस्थापकः। स्थितिस्थापकः इति द्वितीयः कश्चन संस्कारः, सः कठादौ भवति। कथं वयं पुटिकुर्मः, अग्रे पुनः पूर्वरूपेण स्थापयामः। कथम् इत्युक्ते वस्त्रं वा? कथम् इत्युक्ते यत्र वयं श्रवणं कुर्मः भगिनि, किं यत्र वयं श्रवणं कुर्मः एवमेव रबर् ब्याण्ड् भारतदेशे आसीत् अस्ति खलु, तत्र कथम् इति यत्र रात्रौ समये स्थापयित्वा तस्मिन् शय्या कृत्वा प्रातःकाले किं वदामः तस्य कुटीकुर्मः, तदेव प्रयोगः एवमेव रबर् ब्याण्ड् एकवारं दीर्घं कुर्मः पुनः तत् संक्षिप्तं भवति। एवं रीत्या पूर्वावस्थायाः आपादकं भवति स्थितिस्थापकः इति गुणः। अधुना घटं पुटीकुर्मः चेत् भग्नः भवति, नष्टः भवति, परन्तु कथं पुटीकुर्मः चेत् पुनः पूर्वरूपेण स्थापयितुं शक्यते। तादृशेषु वस्तुषु विद्यमानगुणः स्थितिस्थापकः इति उच्यते। यस्य वस्तुनः तदवस्थां सम्पादयितुं शक्नुमः एतादृशवस्तूनि भवति स्थितिस्थापकः संस्कारः। स्थितिस्थापकः इति पूर्वरूपं पुनः आगच्छति चेत् तद् स्थितिस्थापकः इति। अत्र रबर् ब्याण्ड् कटः इति उदाहरणम् अस्ति। यदा घटः पुटीकुर्मः चेत् तद् भग्नं भवति, परन्तु एतत्तु पूर्वरूपम् आगच्छति इति स्थितिस्थापकः इति संस्कारः अस्ति अत्र। तृतीयः भावना इति संस्कारः, तद् आत्मनि भवति, प्रत्यक्षज्ञानेन जायते, स्मरणं जनयति, अनुभवात्मकज्ञानेन जायते, स्मरणं जनयति। आहत्यं संस्कारः त्रिविधः, वेगः, स्थितिस्थापकः, भावना च इति। वेगाख्यसंस्कारः पञ्चसु द्रव्येषु भवति, पृथिव्यां, जले, तेजसि, वायौ, मनसि। एषु पञ्चसु क्रियाश्रयत्वम् इति कारणेन मूर्तद्रव्याणि इति उच्यन्ते। स्थितिस्थापक आख्यसंस्कारः पृथिव्याम् एव भवति, भावनाख्यसंस्कारः आत्मनि एव भवति। अत्र तृतीयः अस्ति भावना इति, तत्तु आत्मनि एव भवति। प्रत्यक्षज्ञानेन जायते, स्मरणम् एतत्तु स्मरणं जनयति, प्रत्यक्षज्ञानेन संस्कारः जायते। अनुभवात्मकज्ञानेन जायते, स्मरणं जनयति। अनुभवात्मकम् इत्युक्ते अनुभवं करोति इति वा भगिनि अत्र? तत्र अनुभवेन जानीमः खलु, आम् अनुभवेन तद् जायते, तदपि स्मरणं जनयति। इत्युक्ते तत्र यदा वयं पूर्वं तत्र उदाहरणं दृष्टवन्तः, तत्र अयं घटः इति पूर्वं तत्र तादृशज्ञानम् आगतम्, अनुभवेन वयं जानीमः अयं घटः इति ज्ञानं, तदनन्तरं दिनद्वयं वा त्रयं वा अनन्तरं तत्र भावना इति संस्कारेण तत्र स्मरणं पुनः आगच्छति खलु. तर्हि तत्र आनुभविकज्ञानं यदस्ति तस्य ज्ञानेन तद् अयं घटः ज्ञानं पूर्णं न आसीत् चेत् तत्र भावनाख्यसंस्कारेण तत्र स्मरणं न आगच्छति खलु. तर्हि तत्र पूर्वं यद् ज्ञानम् आसीत् तेन ज्ञानेन जायते इति. आं भगिनि, आहत्य संस्कारः त्रिविधः, वेगः, स्थितिस्थापकः, भावना इति. वेगाख्य प्रथमवेगाख्यसंस्कारः पञ्चद्रव्येषु भवति, पृथिव्यां जले तेजसि वायौ मनसि वेगाख्यसंस्कारः भवति. स्थितिस्थापकसंस्कारः पृथिव्यामेव भवति. आम्, भावनासंस्कारः आत्मनि एव भवति. उत्तमं भगिनि. तर्हि तत्र एकः प्रश्नः एव, यदा अयं दुःखी अस्मि सुखी अस्मि तदपि अनुभवात्मकज्ञानेन भवति किल, स्मरणम् अस्ति किल? हा, यदा तस्य स्मरणं भवति तस्मिन् समये तत्र भावनाख्यसंस्कारेण एव तत्र संस्कारः इति व्यापारेण एव तस्य स्मरणं भवति. परन्तु यदा इदानीम् अहं सुखी अस्मि चेत् तस्य ज्ञानं तु साक्षात् भवति खलु. आसीत् इति उक्त्वा चेत् अनुभवात्मकज्ञानं, हा, अनुभवात्मकज्ञानेन एव भवति. तर्हि तत्र पूर्वं यदा अहं सुखी न आसम् तर्हि अनन्तरं तस्य स्मरणं न भवति. अस्तु, अन्य प्रश्नः अस्ति वा? महोदय, एकः लघु प्रश्नम्. हा, वदतु महोदय. प्रथमपुटे अन्तिमपङ्क्ति तस्य प्रथमपुटे इत्युक्ते पुस्तकस्य प्रथमपुटे वा? न न न, करपत्रे प्रथमपुटे. हा, अन्तिमपङ्क्ति वाक्यमेक अस्ति, तस्य साधनार्थं चक्षु इन्द्रियघटसंयोगः अपि अपेक्षितम्, अतः सोऽपि मध्ये एकं कारणम् अस्ति इति वाक्यमस्ति. कारणम् इत्युक्ते किमर्थं सम्भवति, कथं सम्भवति इति कारणम्. अत्र चक्षु इन्द्रियसंयोगः सामान्य केवलं सम्भवमेव किल, कथम् एकं कारणं भवितुमर्हति? कारणम् इत्युक्ते येन विना कार्यं न जायते तदेव कारणम्. आमां, संयोगं तर्हि तत्र संयोगः न जायते चेत् तत्र अयं घटः इति ज्ञानं न भवति खलु? ज्ञानं न भवति, तदेव कारणं भवति. ज्ञानं प्रति तत्र संयोगः कारणम्. हेतुः नास्ति परन्तु किल, कारणम् इत्युक्ते हेतुः इति मा चिन्तयतु. कारणम् इत्युक्ते अग्रे कारणविषये किञ्चित् विस्तरेण पठिष्यामः, परन्तु तत्र कारणम् इत्युक्ते एवं चिन्तयतु, तत्र येन विना कार्यं न जायते. तत् पूर्वमपि वयं दृष्टवन्तः खलु, तत्र नियमत्रयम् आसीत्, तत्र कार्यस्य उत्पत्तिक्षणे क्षणस्य पूर्वं स्यात्, क्षणस्य पूर्वं सर्वदा स्यात्, तत्र समानाधिकरणे स्यात् इति तत्र नियमत्रयम् आसीत्. तर्हि तत्र संयोगः न जायते चेत् तत्र ज्ञानं न भवति इति कारणात् तत्र संयोगः ज्ञानं प्रति कारणम्. क्षम्यताम्. उत्तमम्. अन्य कश्चन प्रश्नः अस्ति वा? अस्तु, तर्हि अत्र अद्य समापयामः. आगामिकक्षायां मेलिष्यामः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः भगिनी.